पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 90 सूत उवाच एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितं कुञ्जलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति कुञ्जल उवाच सम्प्रवक्ष्याम्यहं तादश्रूयदां स्थिरमानसः सर्वसन्देहविध्वंसं चरित्रं पापनाशनम् इन्द्रलोके प्रववृते संवादो देवकौतुकः सभायां तस्य देवस्य इन्द्रस्यापि महात्मनः देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ समागतं सहस्राक्षः सूर्यतेजःसमप्रभं तं दृष्ट्वा हर्षमायादः समुद्धाय महामतिः ददावर्कं च पाद्यं च भक्त्या प्रणतमानसः बद्धाञ्जलिपुडो भूत्वा प्रणाममकरोत्तदा आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् पप्रच्छ प्रणदो भूत्वा श्रद्धया परयायुधः कस्माच्चागमनं तेद्य कारणं वद साम्प्रतम् इत्युक्तो देवराजेन प्रत्युवाच महामुनिः भवन्तं द्रष्टुमायाध पृथिव्यास्तु पुरन्दरः स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया देवान् पितॄन् समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा देवेन्द्र उवाच दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने किं तीर्थं प्राप्य मुच्येद ब्रह्मघ्नो ब्रह्महत्यया सुरापो मुच्यते पापाद् गोघ्नो हेमापहारकः स्वामिद्रोहान्महाभाग नारीहन्ता कथं सुखी नारद उवाच यानि कानि च तीर्थानि गयादीनि सुरेश्वर तेषां नैव प्रजानामि विशेषं पापनाशनं सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च सर्वाण्येव सुतीर्थानि जानाम्यहं पुरन्दर अविशेषं विशेषं वै नैव जानामि साम्प्रतम् प्रत्ययं क्रियतां देव तीर्थानां गदिदायकम् एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः समाहूतानि चेन्द्रेण तीर्थानि भुगतानि च मूर्तिवर्तीनि दिव्यानि समायादानि शासनाद बद्धाञ्जलीनि दिव्यानि भूषितानि सुभूषणैः दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः हेम चन्दनकाशानि दिव्यरूपधराणि च मुक्ता फलस्य वर्णेन प्रभा सन्धि नरेश्वर तप्तकाञ्चनवर्णानि सारुण्यानि च तत्र वै कदिशुक्लसुपीतानि प्रभावन्ति सभान्तरे कानि पद्मनिभान्येव मूर्तिवर्तीनि तानुदु सूर्यतेजप्रकाशानि तडितेजस्समानि च पावकाभानि चान्यानि प्रभा सन्धि सभान्तरे सर्वाभरणशोभाढ्यैः प्रशोभन्दे नरेश्वर हारकङ्कणकेयूरमालाभिस्तु सुचन्दनैः दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च कमण्डलुकराण्येव आयातानि समान्तरे गङ्गाजनर्मदा पुण्या चन्द्रभागा सरस्वती देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला श्रुता रम्भा भानुमती पुण्या पारा चैव सुत्खर्खरा शोणा च सिन्धुसौवीरा कावेरी कपिला तथा कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी चर्मण्वदी तदा ख्यादा लोपा चान्या सुकौशिकी सुहंसी हंसपादा च हंसवेगा मनोरथा सुरुधा स्वारुणा वेणा भद्रवेणा सुपद्मिनी नाहली सुमरी चान्या पुण्या चान्या पुलिन्दिका हेमा मनोरथा दिव्या चन्द्रिका वेदसङ्क्रमा ज्वाला हुदाशनी स्वाहा काला चैव कपिञ्जला स्वधा च सुकला लिङ्गा गम्भीरा भीमवाहिनी देवद्रीची वीरवाहा लक्षहोमा अकापः पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर सर्वाभरणशोभाढ्याः कुम्भहस्ताः सुपूजिताः प्रयागः पुष्करश्चैव अर्कदीर्घो मनोरथा वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी द्वारावदी प्रभासश्च अवन्ती नैमिषस्तथा चण्डकश्च महारत्नो महेश्वरकलेश्वरौ कलिञ्जरो ब्रह्मक्षेत्रं माधुरो मानवाहकः मायाकान्ति तथान्यानि दिव्यानि विविधानि च अष्टषष्टिः सुदार्थानि नदीनां शतकोटयः गोदावरीमुखाः सर्वा समायादास्तदाज्ञया द्वीपानां तु समस्तानि सुतीर्थानि महान्ति च मूर्तिलिङ्गधरण्येव सहस्राक्षं सुरेश्वरं समाजग्मुः समस्तानि तदा देशकराणि च प्रणेमुर्देवदेवेशं नदशीर्षाणि सर्वशः सूत उवाच तैः प्रोक्तं तु महातीर्थायैर्देवराजं यशस्विनं कस्मात् त्वया समाहूता देवदेववदस्वनः ब्रूहि न कारणं सर्वं नमस्तुभ्यं सुराधिप एवमाकर्ण्य तद्वाक्यं देवराजोऽभ्यभाषद कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुं गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् स्वामिद्रोहाच्च सम्भूतं सुरापानाच्च दारुणं हेमस्ते यास्तथा जातं गुरुनिन्दा समुद्भवं भ्रूणहत्यां महाघोरां नाशयेत् कः समर्थवान् राजद्रोहान्महापापं बहुपीडाप्रदायकं मित्रद्रोहास्तथा चान्यधन्यद्विश्वासघातकं देवभेदं तथा चान्यं लिङ्गभेदमतः परं वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम् आगारदहनं चान्यद्गृहदीपनकं तथा षोडशैदे महापापा अगम्यागमनं तथा स्वामित्यागात् समुद्भूतं रणस्थानात् पलायनाद् येदानि नाशयोत्को वै समर्थस्तीर्थ उत्तमः समर्थो भवदां मध्ये प्रायच्चित्तां विना ध्रुवं पश्यतां देवतानां च नारदस्य च पश्यदः ब्रुवन्तु सर्वे संचित्य विचार्यैवं सुनिश्चितम् एवमुक्ते शुभे वाक्ये देवराज्ञा महात्मना सम्मन्त्र्य तीर्थराजेन प्रोचुशक्रं सभागतं तीर्थान्यूचुः श्रूयदामभिधास्यामो देवराज नमोऽस्तु दे सन्ति वै सर्वतीर्थानि सर्वपापहराणि च ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान् सुरेश्वर महाघोरान् सुदीप्तांश्च नाशितुं नैव शक्नुमः प्रयागः पुष्करश्चैव अर्कतीर्थमनुत्तमं वाराणसी महाभाग समर्था पापनाशिनी महापादकनाशार्थे चत्वारो मिदविक्रमाः उपपादकनाशार्थं चत्वारो मिदविक्रमाः सृष्टा धात्रा च देवेन्द्रपुष्कराद्या महाबलाः एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट्तदः हर्षेण महदाविष्टस्तेषां स्तोत्रं चकार सः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नवतितमोऽध्यायः ॐ